पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 73 व्यास उवाच ततो वृत्रो महातेजा दैत्यानां प्रवरो युधि दिग्गजाढ्यं गजारूढप्राद्रवद्बलसूदनम् आगच्छन्तं ततो वृत्रं शरैः कालानलप्रभैः विव्याध सर्वगात्रेषु द्विरदस्तो महाहवे ततो वृत्रस्तु शीर्षं च जिष्णोरेव पदत्रिणा विव्याध सहसा तेन स च चालमहाबलः आत्मानं च समाश्वास्य धनुरुद्यम्य वीर्यवान् ववर्ष शरवर्षेण तस्य दैत्यस्य विग्रहे शरांश्चित्वा बिभेदाशु शरैराशीविशोपमैः शतक्रतुं महावीर्य सर्वदेवाधिपं युधि ततशरसहस्रैस्तु दैत्यं विव्याधदेवराट परस्परं शरायान्ति यथा सप्ताश्वरश्मयः एवं शरसहस्रैस्तु बिभिदादे परस्परं मनोजव समाशीघ्र गाढा शिखरिणो यथा बडवानल संस्पर्शा खगा वज्रारभेदकाः तयोर्धनुष्मतोर्युद्धे शरास्तुल्यगणान्विताः एवं क्रमेण युद्धे च अहोरात्रमवर्तत महेन्द्रो द्विरदं तस्य शूलेनैव जखानः स निपत्य महीपृष्ठे लाकवास्वरथं ययौ रथस्तस्तस्य देवस्य शक्रिया चैरावणं दृढम् बिभेद लाघवेनाशु वज्रेणेव महागिरिं शुशुभे कम्पमानस्तु सेन्द्रः स च महागजः ततशक्तिं समादाय आविध्य मखवासुरं बिभेदोरसि दैत्यस्य सपपादरथोपरि क्षणात् संज्ञां समालम्ब्य स विनद्य पदत्रिणा बिभेद समरे शक्रं स तद कश्मलं गदः इन्द्रसंज्ञां पुनः प्राप्य जखानविशिखैषितैः शतकोटिसमैर्बाणैरर्दितो व्यथयान्विदः तदोवृतो महाशूलं प्राक्षिपन्निर्जरेश्वरे शाम्भवास्त्रेण देवेशो वैष्णवास्त्रं मुमोचः उभयोरम्बरे चास्त्रे वह्निकूडसमप्रभे अन्योन्यं जघ्नतुस्तत्र स्फुलिङ्गानि विमुञ्चति स्पर्शने जस्फुलिङ्गानामुभयो सेनयोर्भडाः न शक्ताः सम्मुखे स्थातुं शलभाज्वलने यथा दग्धापे दुःपृथिव्यां च दिश सर्वाः प्रदुद्रुवुः देवदानवयोर्वीराशून्यस्तत्राभवद्रणः अस्त्रं निरस्तकं दृष्ट्वा स दैत्यक्रोधमूर्छितः मायया शैलसन्दोहमस्त्रं शक्रे मुमोचः बाणौकैशैलसङ्खादं प्रजिच्छेद रणे हरिः अघोरं प्रासृजदैत्यपुरुहूदे महाबले कोटिकोटिसहस्राणि जन्तूनां प्रवराणि च सिंहशार्दूलभल्लूकवृकव्याघ्रमहागजाः दन्तशूकादयः सत्त्वा प्रधावन्ति सुरेश्वरं क्षुरप्रैरर्धचन्द्रैश्च भल्लैशिलीमुखैस्तथा असम्प्राप्तान् प्रजिच्छेद मखवा परवीरः तदो वृदो महाबाहुर्धनुरुद्यम्यवीर्यवान् बिभेद शरसाहस्रैर्वज्रकल्पैः शतक्रतुं चित्वाक्षुरप्रैशक्रश्च धनुस्तस्य चकर्त च सूतं चाश्वान् पृथिव्यां च पादयामास तत्क्षणाद स कण्टकां गदां भीमां सम्पूज्यासुरसत्तमः जखानपद्मिनशीर्षे मोहादन्तीक्षितिं ययौ स गदः सर्वदेवेषु धरणीं समुपस्थितः ततस्तयोर्गदायुद्धमवर्तत मुहुर्मुहुः तयोः प्रहरदो शब्दो गदापादोद्भवो ध्रुवम् आवर्तं परिवर्तं च चक्रतुस्थौ पुनः पुनः अध ऊर्ध्वं प्रहारं च पार्श्वयोरधिभीषणं बभूवैवं तयोर्युद्धं लोकालोकभयङ्करं दृष्ट्वा देवगणा सिद्धा दानवा विस्मयं गदाः युध्यमानौ तु तौ वीरौ मृत्युसंशयमागतौ देवदानववीर्याश्च द्रष्टुं नैव तदीशिरे ईशब्रह्मादयखेदुस्थिता द्रष्टुं तदद्भुतं तयोर्हुङ्कारशब्देन गदा पादस्वनेन च ऊर्ध्वोर्ध्वमगमच्छब्दो ह्यशनेच्छोपजायते भग्ने गदे द्वयेरेव करसम्पुटितस्तयोः एवं चैवार्धयामेन तयोरस्त्रे निपेतदुः यदस्मिन्नन्तरे वीरौ खड्गचर्मधरौ तदा प्रदियोद्धुं महाघोरमाघवे सम्प्रचेरदुः निस्त्रिंशौ विद्युदुल्काभौ तयोर्गात्रे च चर्मणि दृश्येते सर्वलोकैश्च लाघवं विस्मयं गदैः चिच्छिदादे तयोरेव चर्मणि बहुवर्णगे भीष्मकम्बलयुद्धं च तयोरेवं प्रवर्तते मण्डलं चक्रधन्वं च लाघवं च परिप्लुतम् वृत्रवासवयोर्युद्धं वृत्रवासवयोरिव केशान्वृत्रस्य उत्प्लुत्य सम्प्रधृत्यासिनाधृतं शिरचिच्छेदसहसा मखवारणमूर्धनि जय शब्दस्ततस्त्वासीद्देवानां च समं ततः प्रोद्भुल्लहृदया देवा मखवं तमपूजयन् देवदुन्दुभयो नेदुर्न नृतुश्चाप्सरोगणाः गीतं गायन्ति गन्धर्वा मुनयस्तुतिपाठकाः भेदा फलायिदा सर्वे दैत्यास्त्यप्रायुधादिशः इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे वृत्रासुरवधो नाम त्रिसप्ततितमोऽध्यायः ॐ